नमस्ते, मम नाम विवेक शर्मा। लघु सिद्धांत कौमुदी के सूत्रोच्चारण के लिए अथ हलन्तः पुल्लिङ्गः होढः दादेर धातोर्गः एकाचो वशो भश झषन्तस्य द्वो वा द्रुः मुः श्णुः श्णीहां धात्वादेः शः सः इज्ञणः सम्प्रसारणं वाह ऊट सम्प्रसारणाच्च चतुरण्डूहोरामुदात्तः सावनडूह अंसम्बुद्धौ वसुस्रंसुध्वंस्वन्नडूहाम्दः सहे साडः सह दिव औत् दिव उत् षट् चतुर्भ्यश्च रषाभ्यां नो णः स्मान्पदे रोः सुपि शरोचि मो नो धातोः किमः कः इद्मो मः इदोय पुंसि अतो गुणे दश्च अनाप्यकः हलीलोपः आद्यन्तवदेकस्मिन् नेदमदसोरकोः द्वितीयाटौसत्वेन न सम्बुद्ध्यो न लोपः सुप् स्वरसंज्ञा तुग्विधिषु कृति न संयोगात् वपद्यात्। इन हन पुषार्यमणां सौ इन हन पुषार्यमणां सौ सौ च एकाज उत्तरपदे गणः हो हन्ते नैनेषु मघवा बहुलं उगिदचां सर्वनाम स्थाने धातोः श्वयुव मघो नाम तद्धिते न सम्प्रसारणे सम्प्रसारणम् अर्वणस्त्रसावनैः पथि मथ्यरिभुक्षामात् इतोत् सर्वनाम स्थाने थोन सह भस्य टेर्लोपः श्णान्ता षट् नोपधायः अष्टन आविभक्तौ अष्टाभ्य औश ऋत्विग् दध्रिक् स्रग् दिग् उष्णेगाञ्चु युजि क्रुञ्चां च क्रीडतिं वीरप्रिक्तस्य क्विन् प्रत्ययस्य कुः युजेरस्मासे चोः कुः व्रश्च भ्रज्ज स्रेज म्रेज यज राज भ्राज श्याम शः विश्वस्य फिर वार्तिक है परो व्रजे शः पदान्ते सूत्र है विश्वस्य वसु राटोः स्को संयोगाद्योरन्ते च तदो सह सावनन्त्येहो ने प्रथमयोरियं त्वाहौ सौ शेषे लोपः युवावौ द्विवचने प्रथमायाश्च द्विवचने भाषायां यूय वयौ जसि त्वमावेकवचने द्वितीयायां च शसो नः योचि युष्माद् अस्मदोरनादेशे तुभ्यमन्यो नवि म्यसोभ्यम् एकवचनस्य च पञ्चम्या अत् तव ममौ आसि युष्मदस्मद्भ्या आसोश्च साम आकं युष्मदस्मदोः षष्ठी चतुर्थी द्वितीया स्योर्वा नावौ युष्मदस्मदोः षष्ठी चतुर्थी द्वितीया स्योर्वां नावौ बहुवचनस्य वस् नसौ बहुवचनस्य वस् नसौ तेम या वेकवचनस्य त्वामौ द्वितीयायः फिर वार्तिक है एक वाक्ये युष्मद् अस्मदादेशा वक्तव्यः एक दूसरा वार्तिक है एकतिं वाक्यम तीसरा है एते वाम नावादयो नन्वादेशे वा वक्तव्यः फिर सूत्र है पादः पत् अन इदिताम हल उपधाया मेति अचह चौ उद इत उद ईत समह समिहि सहस्य सद्री तिरसस्तिर यलोपो तिरसस्तिर यलोपे नांचे पूजायां शांत महतः संयोगस्य अत्व संतस्य चा धातोः उभे अभ्यस्तम् नाभ्यस्ताच्छतुः जक्षित्यादहे षट् त्यदादिषु दृशो नालोचने कैञ्च आ सर्वनाम्नः नशेर्वा स्पृशोनुदके क्विन् रवोरूपधाया दीर्घ इकः नुम विसर्जनीय शर्व्यावे नुम विसर्जनीय शर्व्यवायेपि वसो संप्रसारणम् पुंसों सों वार्तिक है अस्य संबुद्धो वानं नलोपश्च वा वाच्य है फिर सूत्र है अदसा औ सुलोपश्च अदसो से दादु दो मह अदसो से दादु दो मह एत ईद बहुवचने नमूने इति हलंतः पुल्लिंगः